नमस्कारः. तर्हि करपत्रम् अस्ति, अद्यतनं करपत्रं लङ् लकारः कर्मणि भावे च इति करपत्रं. वयं गते सप्ताहे एव वयं दृष्टवन्तः सिच् प्रत्ययस्य विषये. अनन्तरं अग्रे इक्सप् प्रत्यय कुत्र भवति, सिच् कुत्र भवति इति दृष्टवन्तः. एकवारं झटिति तस्मिन् विषये उक्त्वा वयम् अग्रे सरामि. धाधातोः विषये गते सप्ताहे दृष्टवन्तः, किन्तु धाधातोः तस्मिन्नेव सः एव विषयः पुनः वयं चर्चां कृत्वा अनन्तरं वयं इकारान्तानां विषये पश्यामः. आरम्भतः भगिनी स्मारयति किं, भगिनी अरुणा भगिनी, सिच् प्रत्ययः इक्सप् प्रत्ययः एव किमर्थं पठामः, अन्ये अङ्गचङ्ग् इति तेषां का स्थितिः इति, किमर्थम् अस्माकं पठने नास्ति, करपत्रे नास्ति इति तस्मिन् विषये वदति किम्? अन्य वदतु भगिनि, मम तत् समीपे करपत्रं करपत्रम् अस्ति. सरला भगिनी वदति किम्? आं भगिनि, श्रूयते भगिनि? आं शृणोमि. आम् आम् अस्तु. सिच् किस् प्रत्ययः ये द्वे आत्मनेपदी परस्मैपदी अपि भवतः, किन्तु अन्या केवलं कर्तृत्वके वा केवलं परस्मैपदी आगच्छन्ति. अतः भावे कर्मणो तेषा अन्य प्रत्येषां तेषां कार्यं न भवति. वस्तुतः चिलि लुङि इति सूत्रम् अस्ति. तदनन्तरं सिच् चिलि इत्यस्य स्थाने सिच् आगच्छति. तदनन्तरं तत् प्रबाद्य अन्यप्रत्ययः आगच्छन्ति. भावे कर्मणो तु केवलं किस् सिच् प्रत्ययः इति द्वयोः कार्यं भवति. अपि इदागम यत्र अस्ति इच् प्रत्यये निष्पन्ना यदि इदागम भवति तत्र. आं भगिनि, सामान्यसूत्रम् अस्ति च्ली लुङि इति. तत्र च्ली इति यद्यपि निर्दिष्टं, च्ली कुत्रचित् अपि च्ली इत्यस्य विकरणप्रत्ययस्य प्रयोगः कुत्रचित् अपि न भवति एव, न आयाति एव. च्ली स्थाने अन्ये प्रत्ययः आदेशाः आदिष्टाः भवन्ति. तर्हि सामान्यसूत्रम् अस्ति, औत्सर्गिकसूत्रं कार्यमस्ति च्ले च्लेः सिच् इति सिच् प्रत्ययस्य विधानं. तदनन्तरम् इक्सप् प्रत्ययः कुत्र कुत्र भवति इति वदति किं भगिनि? सिच् प्रत्यय इति परस्मैपदी आत्मनेपदी आगच्छति. परस्मैपदी आत्मनेपदी प्रत्यय आगच्छति. न न, अत्र सूत्रमस्ति सप्तदश धातूनां, यत्र शल इगुपदात् इगुपदानिच किस्स इति सूत्रेण परिगणिता सप्तदश धातवः सन्ति. तेषां प्रति यत्र शल् प्रत्याहारे आगच्छति, शल् प्रत्याहारे मूर्धन्यशकार तालवीयशकार श इति आगच्छति प्रत्ययाः वर्णाः. शल इति शलान्त धातुतः इगुपद अपि इक् प्रत्यय उपधायां प्रत्ययः भवेत्. अन्यत् अपि भवति तेषां प्रत्ययानां अस्ति तस्य स्थाने किस् आदेशः भवति अत्र. धन्यवादः भगिनि. पुष्प भगिनि, उदाहरणम् अस्ति कृष् दिश् मृष् ऋष् ऋष् लिष् विष् स्पृश् कृष् स्पृश् द्विष् लिष् मिह् रुः लिह् दुः दुः इति. धन्यवादः भगिनि. पुष्पा भगिनी वक्तुमिच्छति किं भगिनि, प्रश्नान् पृच्छामि किम्? सिच् प्रत्ययस्य विधानं यत्र भवति, सिच् प्रत्ययस्य विधानं यत्र भवति तत्र स्वभावः कथम् अस्ति इति वदति किं भगिनि? अत्र सा तु न भगिनि, सम्यक् न वक्तुं न शक्नोमि. अत्र सरला भगिनी पाठयिष्यति, सम्यक् जानाति भगिनी, पाठयतु वदतु भगिनी तस्मिन् विषये किञ्चित्. अस्तु, किस् प्रत्यय यदि आगच्छति तत्र स्वभाव सिच् सिच् अच्छा, सिच् प्रत्यय तस्य स्वभावः भवति अन्यत् अपि सेत् द्वयो आगच्छति, किन्तु स्य सि यदि वयं तत् सूत्रं दृष्टवन्तः स्य सि च किम् अस्ति भगिनि दृश्यामि, स्य सिच् सि यु तासुच् भावकर्मणोपदेशे झन्नः न कृतशां चिण्वत् इति च तत्र यदि सिच् प्रत्यय अस्ति तत्र भावकर्मणो चिन् इत्यत्र आगच्छति, चिन् प्रत्यय विधीयते तत्र अपि इदागमः भवति तत्र. अस्तु भगिनि, तर्हि अत्र त्रीणि कार्याणि इति अङ्गकार्यं प्रवर्तनीयम् इति महोदयेन दत्तः खलु, तस्मिन् विषये किञ्चित् वदति किं भगिनि, पुनः स्मरणं कारयति किम्? चिन् प्रत्यय तीन् कार्याणि, एकं भवति चिन् नित् अस्ति, अतः तस्य ये कार्याणि नित् भवति तत्ते ते आगच्छति, यथा वृद्धिकार्यं भवति किमस्ति वृद्धिकार्यम् अचोञ्जनति अतोपधायाम् इति सूत्रे सूत्रेषां कार्यं भवति, द्वितीयं भवति यदि मिथां ह्रस्व किम् अपि अन्यकार्यमस्ति मिथां ह्रस्व, तस्य एकं कार्यमस्ति तत्र यदि हकारस्य स्थाने कु भवति इति त्रीणि कार्याणि आगच्छति चिन्वत् भूत्वा अस्ति दागमस्य अपि कार्यम् आगच्छति तत्र यत्र यत्र चिन् भवति तत्र इदागम नित्यम् आगच्छति. स्वीकरोमि आम् अत्र दत्तः अचोनिति अतोपदाय इत्यनेन वृत्तिः आतोः इत्यनेन युगागमः भवति, अनन्तरं होहन्तेर्निन्नेषु इत्यनेन हन्धातोः कुत्वं भवति, अनन्तरं चिन्नमलो दीर्घो अन्यतरस्याम् इत्यनेन मितां धातूनां विकल्पेन उपधा दीर्घः भवति इति चत्वारि कार्याणि चत्वारि कार्याणि. एकनिमिषम् अत्र आको आतो अचोनिति इत्यस्य इत्यस्मिन् विषये किञ्चित् लघुरूपेण वदति किं भगिनि? अचोनिति इति यदि अच् वर्ण धातोः अङ्गस्य अच् अचन्ते अस्ति तत्र वृद्धिकार्यं भवति, यथा नी योग नी अस्ति णिच् पर्य आसीत् नै भवति इति वृद्धिकार्यम् आगच्छति तत्र, अनन्तरम् अतोपदाय यदा पठ योग यथा नी आगच्छति तत्र पाठी इति भवति तत्र पाठी इति उपधाया ह्रस्वकारस्य वृद्धिः भवति अस्ति. आतो आत्रो युक्षिन् कृतो यदि आत् धातोः अन्ते आत्वम् अस्ति आत् अस्ति तत्र युक् आगमः भवति, यथा दा धातु अस्ति धा योग तस्य यकार आगच्छति युक् आगच्छति, घुसङ्गाम इति घुसङ्गस्य दा घा गा पा इति धातु कृते तत्र युक् आगमः आगच्छति तथा दीयते इति भवति. अनन्तरम् अस्ति हो हन्ते चिह्नेषु हन् धातोः कुत्वं भवति, हन् धातोः कुत्वं हकारस्य स्थाने गकारः हकारस्य समये कुत्वं हकारस्य स्थाने गकारः आगच्छति स्थाने अन्तरतम् इति भूत्वा साधु घ आगच्छति साधु. अनन्तरं चिन्नमलो दीर्घो अन्यतरस्य मितां धातूनां विकल्पेन उपधाधिक भवति, सामान्यतया मितां ह्रस्वः इत्यनेन मित् धातूनां मिदां धातूनां ह्रस्वत्वं भवति, यद्यपि दीर्घत्वं भवति चेदपि, वृद्धिकार्यं भवति चेदपि ह्रस्वत्वं वयं कारयामः. किन्तु छिन्नमलौ दीर्घोन्नितरस्याम् इत्यनेन विकल्पेन वृद्धिरूपमपि उपधायां दीर्घं रूपम् इत्यस्य तदपि दीर्घ पुनः भवति इति. भगिनी उदाहरणं स्मरति वा? मित्तां धातूनां अत्रैव आसीत् खलु भगिनि, मित् इति अन्तर्गणः अस्ति, यत् यम् इति यम अस्ति तद् द्रष्टव्यं. दृष्टवती किल? तर्हि एतद् आसीत् अन्यत् इति इत्यनेन एते सर्वे विषयाः सन्ति. अनन्तरं यत्र अनन्तरम् आगच्छति नृट् नृट् यत्र आगच्छति तत्र ओ चिन् लुको चिन् भावकर्मणो चिनो लुक् भवति. प्रथमपुरुष एकवचने यदि तिपर्य तापर्य परे अस्ति तत्र चिनो लुक् भवति एतस्य. साधु आं भगिनि, आं भावकर्मणि सो तत्र यदि कर्तृके अपि भावार्थे तत्र एकमेव कार्यं भवति प्रथमपुरुषे एकवचने. एकनिमिषं भगिनि, क्षम्यतां. सूत्रं किम् आसीत्? भावकर्मणो इत्यनेन आदेशः, अनन्तरं चिनोलुक् इत्यनेन सकारस्य लुक् अङ्गस्य चिनोलुक् भवति. प्रत्ययः अस्ति तस्य लुक् भवति इति कृत्वा की इति इ इति एव अवशिष्टः भवति. भगिनि तर्हि अस्माकं निष्पन्नाः प्रत्ययाः सन्ति. यदि प्रत्ययः अन्यत् अस्ति चेत् एकवचने इ सातां सतर् ताः सातां द्वं सी स्वहि महि स्महि इति अस्ति. अत्र किमर्थं मध्यमपुरुषे एकवचने अनन्तरं बहुवचने किमर्थं सिच् नास्ति? अन्यसूत्रम् आगच्छति लुग्वा दुह दिल् गुहा मात्मने पदे दन्तये. तत्र यदि दन्तीय प्रत्ययः परे अस्ति तु स्विच् तस्य लुक् भवति तत्र. सो विकल्पेन सो तत्र मध्यमपुरुष एकवचने बहुवचने था इति आगच्छति तस्य परे सथा. सो था इति दन्तीयवर्ण अस्ति, ध्वमपि दन्तीयवर्ण अस्ति, अतः तस्य लोप भवति स्विच् तस्य लोप भवति. केन सूत्रेण भगिनि? क्षम्यता. लुग्वा दुह देह लेह गुहा आत्मनेपदे दन्त्ये अनुवृत्तिसहितसूत्रमस्ति. दुह देह लेह गुहां कसस्य लुक् वा दन्ते आत्मनेपदे. न भगिनि, तत्तु दुःख दिह् लिह् इत्येषामेव अस्ति खलु लुघ्वा इति सूत्रं. लुघ्वा दुःख दिह् इति येषां विशिष्टधातूनां तादृशकार्यम् अस्ति. किन्तु अत्र अत्र कत्र ते सिच् प्रत्ययः निष्पन्नाः आत्मनेपदी प्रत्ययाः इति पश्यति खलु. अनन्तरं कर्मणि भावे च प्रत्ययः इति अस्ति. तर्हि सिच् योगः स्ताः इति क्वचित् सियुट् इति अस्ति खलु भगिनि, तस्य उपरि त्रीणि बिन्दवः सन्ति, त्रयः बिन्दवः सन्ति, तस्मात् अपि उपरि पश्यति चेत् कर्मणि भावे अनित् सिच् प्रत्ययेन निष्पन्नाः प्रत्ययाः इति सन्ति. अनन्तरं मध्यमपुरुषे सर्वेषां धातूनामपि सकारः नास्ति, तत्र सिच् प्रत्ययः नास्ति. इति किमर्थम् इदागम् आगच्छति तत्र इष्टशातं सिच् इत्यनेन सकारः आगच्छति खलु, यदि सेट् अस्ति तत्र इदागम अस्ति तत्र धीच इत्यनेन किम् अत्र धीच इति किं कार्यमासीत् ओ धीच इति ओ धीच इति कार्यं करोति यस्य द्वे प्रत्यये परे धीच कार्यं करोति अनन्तरं अत्र अत्र किं किं भवति तर्हि ध्वम् इत्यस्मिन् परे अत्र सिच् इत्यस्य लोपः भवति अस्तु स्ताः इत्यस्मिन् स्ताः इत्यस्य तु लोपः नास्ति खलु इस् प्लस् स्ताः स्ताः इति अभवत् अस्तु इस् प्लस् अन्यत्र त्रीणि सूत्राणि सन्ति स्था गो रिच् तर्हि एकमेव कार्यं किन्तु मूलरूपे पश्यामः चेत् एकमेव कार्यमस्ति मध्यमपुरुषे बहुवचने ध्वम् इति यत्र आगच्छति तत्र सिच् न सिच् इत्यस्य लोपः भवति दीच इति इत्यनेन अस्तु तर्हि आम् अग्रे पश्यामः भगिनि तस्य पूर्वं यदि वयं धातोः गृहधातो अन्यत् पक्षे अहं प्रक्रिया अवगच्छामि किन्तु गृहधातो सेट् पक्षे अहं न अवगच्छामि कथं गुह्यताम् इति भवति गृहधातो सेट् पक्षे अत्र दीर्घत्वं कथम् इति किं भगिनि आमां गते सप्ताहे अस्माभिः अहं वदामि गुहिष्यतां किमर्थम् इति अस्माकं सूत्रम् अहम् अवगच्छामि किं प्रक्रिया कथं ऊदुपदागोहः इति सूत्रेण भगिनि ऊदुपदागोह अत्र करपत्रे न दत्तमस्ति खादु आमां महोदय न दत्तमस्ति अस्तु भवती उक्तवती सो अनेन किं भवति उकारान्त ह्रस्व उकारस्य दीर्घत्वं भवति इति ह्रस्व उकारस्य दीर्घत्वं भवति सत्यं भगिनि अनुसूत्रातः अत्र दत्तः गुहुधातोः अजादिप्रत्यये परे गोः इति रूपस्य प्रसक्तिः यत्र भवति अस्ति चेत् इति उपादायं गोः इति यत्र भवितुम् अर्हति प्रसक्तिः अस्ति चेत् तां बाधयितुम् उपदा ऊकारादेशः भवति यत्र गोः इति भवितुम् अर्हति तदा तु गोः इति गुणकार्यं न भवति किन्तु उकारादेशः भवति अस्तु पुनस्मरणार्थं बहु जाटिल्यम् अस्ति एतत् करपत्रं बहु बहूनि अहम् अपि पूर्णतया न अवकाशः न प्राप्तं तु महोदयस्य ध्वनिमुद्रा न श्रुतवती पूर्णतया एवं किम् अस्तु तर्हि अत्र आरभ्य वयं पठामः भगिनी प्रश्नः अस्ति भगिनी श्रूयते वा अत्र धीच द्वं प्रति किं कार्यं करोति धीच सकारस्य लोपः तु द्वम् एव तिष्ठति आगच्छति न द्वे ध्वम् इति ध्वम् इति एव तिष्ठति ध्वम् इति एव तिष्ठति ध्वम् इति एव तिष्ठति अस्तु पश्यामः अनन्तरं शचित् सियुटासिषु इति स्मारयति किं भगिनि अरुणा भगिनी करपत्रं स्वीकृतवती किं भवती वक्तुमिच्छति किम् भगिनी किं पठनीयं भगिनी शचित् सियुट् इति स्मारयति किम् आकारान्तदातवः इति सन्ति खलु तस्मात् पूर्वं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं यासिच् सियुट् तासिषु भावकर्मणो रूपणोः उपदेशे अजन अजनग्रहदृशां वा चिन्वति इच्छा सूत्रं सूत्रं वदति भावकर्मविषये आदुधातुकोपदेश अजन्तधातूनां हन् ग्रहदृश्च धातूनां विकल्पेन चिन्वत् कार्यं भवति स्यासित् स्यूतासि इत्येषु परे चिन्वत् पक्षे आकारान्त अजन्तधातूनाम् अनन्तरं हन् ग्रहदृश्च धातूनां हन् ग्रहदृश् एतेषां धातूनां धातूनां विकल्पेन चिन्वत् कार्यं भवति इति अनन्तरं सर्वत्र रूपद्वयं भवति इति वयं स्मरामः खलु. तर्हि आकारान्तदातवः इति गते सप्ताहे वयं दृष्टवन्तः. कार्यं कार्याणि कानि इति पुनः पश्यामः. तर्हि प्रथमपुरुषे एकवचने किं भवति कार्यं? तत्र चिनो प्रत्ययः इति सूत्रेण चिन् आदेशः चिनो लुक् इति सूत्रेण चिन् प्रत्ययस्य तकारलोपः प्रत्यय तकारलोपः भवति इ एव अवशिष्यति. तदनन्तरं दायोगः आतो युक् चिन् कृतौ इति सूत्रेण यक् युक् आगमः आगच्छति. दा योगः यक् योगः इ दायि इति रूपं प्रथमपुरुषे एकवचने भवति. अस्तु भगिनि. अत्र लुङ्गुलकारे महोदयेन लुङ्गुलकारे यदा पश्यामः खलु अत्र अकार अडागमः अपि भवति अदायि इति रूपम्. आम् द्विवचने किं का स्थितिः? साताम् इति अस्ति खलु दा दादातुः यक् आगच्छति सातां इरागम आगच्छति लिखितवती अनन्तरं चिन्वत् पक्षे वयं चिन्वत् पक्षे इरागम आगच्छति अदायिषताम् आदेशप्रत्यय तदनन्तरम् आदेशप्रत्ययेन षत्वं भवति अदायिषताम् इति रूपम् इषताम् इषत मूर्धन्यषकार चिन्वद्भावे खलु. हा चिन्वत्पक्षे अस्तु भगिनि अदायिषताम् इति. अस्तु. अनन्तरं समानकार्यम् अदायिषत. अनन्तरं स्ताः इति अत्र अस्ति समानं भवति खलु अदायिष्टाः इति भवति. अनन्तरं साताम् अदायिषाताम् अदायोगः द्वम् तत्र रूपं द्वम् द्वयम् आगच्छति इढध्वम् अपि ईध्वम् अदायिध्वम् अपि अदायिध्वं महोदय विभाषित इति अस्ति कारण कि दायि इति भवति साधु एका यदि दायि अस्ति तस्य परे इकार अस्ति त्वम् एण् प्रत्याहारः आगच्छति य तदनन्तरम् इडागमः अस्ति तदनन्तरं तस्य परे यत् धकारस्य मूर्धन्य धकारः आगच्छति विभाषेत् इति सूत्रेण अत्र विभाषेटः इत्यनेन एण् परो य एत् अस्ति तत् परेषां शीध्वं लुङ् लिट् इत्येषां सम्बन्धम् अधुना तु शीध्वम् इति नास्ति खलु केवलं द्वम् इति अस्ति खलु भगिनि. किन्तु लिङ् लुङ् अस्ति साधु दा इति अनिट् अस्ति खलु, इडागमः नास्ति, तर्हि अयोगः दा योगः द्वम् इति स्थितिः. किन्तु स्था घो रिच अनेन ईकार आगच्छति साधु. सा धातु गुसंज्ञकधातूनाम् अल् ह्रस्व इकारो आदेश भवति. ईकार तत् तत्र अन्यस्मिन् पक्षे खलु, वयम् अधुना चिन्वत् पक्षे पश्यामः. ओ अस्तु अस्तु, अन्यस्मिन् पक्षे एव एतादृशस्थितिः खलु. चिन्वत् पक्षे यत्र पश्यामः तत्र तु केवलम् अदा प्लस् इ प्लस् द्वम् इति अस्ति खलु. चिन्वत् पक्षे ईडागमः अस्ति साधु, पूर्वमेव साधु. इति चर्चा जाता वर्गे. सोपानेन गच्छामः, सोपानेन गच्छामः. अदा अनन्तरम् ईडागमः भवति, अनन्तरं स्विच् प्रत्ययः आगच्छति. स्विच् प्लस् द्वम् इति अस्ति. सोपानं पश्यामः चेत् यदि वयं सिद्धप्रतिङ्गप्रत्ययः पश्यामः तत्र न न न स्वीकृत्य पश्यतु, वदतु. ईडागमः अपि अस्ति, स्विच् अस्ति, तर्हि अधुना अस्माकम् आतोयुक् चिन् कृतोः चिन्नत् पक्षे पश्यामः इति कृत्वा युकागमः भवति. तर्हि अदा यकारः प्लस् इकारः प्लस् सकारः प्लस् द्वम् इति अस्ति. तर्हि अधुना अनन्तरं दकार इकारयोः मेलनं भूत्वा अदायी, अनन्तरं सकारः द्वम् इति अस्ति. अधुना किं भवति, दीच इत्यनेन सिच् इत्यस्य लोपः भवति. तर्हि अदा अदायिद्वम् इति रूपं तावदेव खलु. केन सूत्रेण सकारलोपः भगिनि? दीच, दीच इति सूत्रेण. ओ दीच इति सूत्रेण. धी परे दकारे परे सकारस्य लोपः भवति. ओ या या इति कृत्वा अदायिद्वम् इति रूपम्. अनन्तरम् अनन्तरं सि इति अङ्गीकरोति किं भगिनि? अदायिषि शकारः कुतः आगतः? सकारस्य लोपः अभवत् खलु दीच इत्यनेन. षि शकारः कुत्र, स इति कुतः आगच्छति? अधुना नास्ति भगिनि, चिन्वत् पक्षे पश्यामः वयं. मिक्स् मात् करोतु, महोदय दत्तवान् तत्र मा पश्यतु, केवलम् अस्माकं चित्रम्. अदा प्लस् इडागमः, चिन्वद्भावः अस्ति इति कृत्वा इडागमः अस्ति, प्लस् द्वम् इति अस्ति. तर्हि अदायि युकागमः भूत्वा अदायिद्वम् इति भवति. अदायिद्वम् इति रूपम्. अनन्तरम् अपक्षे भिन्नकार्यमस्ति, तदनन्तरं पश्यामः. अनन्तरं सि प्रत्यये परे किं भवति? अदायिषि इति खलु, रूपाणि सत्यम् अस्तु. अधुना वयं चिन्वद् अपक्षे पश्यामः. तत्र किं भवति चिन्वद् अपक्षे? टागोरिच इत्यनेन अलः अन्तिम अलः ह्रस्वैकारादेशो भवति. तर्हि अदि इति भवति, दा इति धातोः तु दि इति रूपं प्राप्नोति खलु. अनन्तरं सिचः तु कित्वद्भावः अपि भवति इत्युक्तमस्ति. सिच् प्रत्ययस्य कित् भावः इत्युक्ते गुणकार्यं निषिद्धं, निषिद्धवत्. अधुना तर्हि पश्यामः. अनन्तरं वयं जानीमः दि दा धातुः सेत् नास्ति, अनिट् अस्ति इति जानीमः. तर्हि प्रथमसिद्धतिङ् प्रत्याह ये अनिट् कृते अस्ति तद् स्वीकर्तव्यं खलु, तान् स्वीकृत्य रूपं पश्यामः. तर्हि प्रथमं तु अदा प्लस् इ इति अस्ति, तत्र तु अदायि इति समानकार्यम् अत्रापि. अनन्तरं साताम् इत्यत्रैव भेदः भवति अत्र. तर्हि अदा प्लस् साताम् इति अस्ति, तर्हि अदि इति भवति खलु. अदि प्लस् साताम् इति भवति. केन सूत्रेण? साताम् इति भवति. तदनन्तरं किं भवति? तदनन्तरं इकार साताम् आदेशप्रत्ययो इति शाताम् आगच्छति. सो अधिशाताम् इति आगच्छति. अधिशत साधु साधु अधिष्ठाः तत्र तत्र अपि अधिष्ठा तत्र ह्रस्वाङ्गात् इति कार्यं करोति साधु. शिचः लो शिचाङ्गात् सस्य लोपः भवति झलि परे. आम् आं भगिनि आम् आम् आम् लोपः भवति झलि परे. आम् अधियोग सकारस्य लोप सो अधिता इति आगच्छति. अधिताः इति एव अस्ति तर्हि अधिताः. अनन्तरम् अधिशाथाम् इति मध्यमपुरुषे अधिशाथा. अनन्तरं द्वम् इति यत्र अस्ति तत्र चिन्तनीयं भवति. प्लस् द्वम् इति अस्ति. अधुना किं भवति? अधुना प्रथमं तु स्था घोवार् च अनेन आकारस्य इकारः भवति अधि आगच्छति. तत्र द्वम् इति धकारपरे अस्ति सो ह्रस्वात् अङ्गात् तस्य प्रसक्तिः अस्ति किन्तु विभाषेत अनेन विकल्पेन सो रूपद्वम् आगच्छति साधु. अत्र अधि प्लस् द्वम् इति अस्ति. अत्र तु शिचलोपो भवति. शिचलोपो भवति साधु. अस्वातङ्गात् शिचलोपो भवति झलि परे. ईकार इति अस्ति अस्वातङ्गात्नेनैव लोपो भवति खलु. नो इदानीम् अधि प्लस् द्वम् अस्ति सो सिच लोपो भवति ह्रस्वातङ्गात् अनेन सूत्रेण. ह्रस्वातङ्गात् किं वदति? झलि परे. लोपो भवति झलि परे. ह्रस्वातङ्गात् दीच कस्य विशिष्ट कस्य प्रसक्तिः इति पश्यामः. परसूत्रमस्ति इति कृत्वा ह्रस्वातङ्गात् इति परसूत्रमस्ति. आं ह्रस्वातङ्गात् इति परसूत्रमस्ति भगिनी अतः उक्तम्. अपि येन श्रीध्वं लुङ्लुतां धो गङ्गात् इति अपि कार्यं करोति साधु. तत्र किं कार्यम् अस्ति? कथं कार्यं भवति श्रीध्वम् इति? अत्र तु श्रीध्वं नास्ति खलु, केवलं द्वम् इति एव अस्ति खलु. यणः सूत्रात्रं पुनः पश्यामः. परति लुङ् अस्ति साधु. शीघ्रं न अस्ति तत् लुङ् प्रक्रिया अस्ति. लुङ् अपि अस्ति. लुङ् अपि अस्ति. अनन्तरं लुङ्गुलकारस्य सम्बन्धदकारस्य लुङ्गुलकारसम्बन्धदकारः अस्ति चेत् मूर्धन्यादेशः भवति इति कृत्वा आगच्छति. अत्र विभाषेटः इति किं करोति तर्हि? विकल्पेन आगच्छति. कदा विकल्पेन? यदि इदागम निमित्तं समानमेव एण एतस्य द्वं लुङ्ता च मूर्धन्य अपतान्तस्य विभाषासंहितायां. किन्तु यत्र इडागमः अस्ति तत्र एव भवति खलु. इडागमः अस्ति न स्थाघोरिचनेन इडागमः अस्ति साधु. प्रकरणे किमर्थम् अधयोग ईयोग ध्वं तदनन्तरम् एन शीध्वं तस्य प्रसक्तिः अस्ति तत् प्रभाद्य विभाषित अपि अहं सो केवलम् अधिध्वं भवति अधिड्वम् इति भवति निश्चयेन अधिड्वम् इति भवति अहं विभाषितः कार्यं करोति वा इति मम संशयः न लिखितवती केवलम् अधिध्वं मम नोट्स् मे अस्ति केवलं तद् एकमेव रूपमस्ति किम् एकमेव रूपं लिखितवती अहं भ्रमात्मकः अस्ति बहु पुनः केवलम् एक शीघ्रं लुङ् लकि तस्य कार्यमस्ति एकनिमिषं पश्यामि कारणकि एण अस्ति यद् यदि वयं स्वीकुर्मः तत् वयम् एण इति अङ्गम् एण स्वीकुर्मः तस्य पूर्वम् इट नास्ति यदि दातुं नास्ति अथवा तथा अतः केवलं एण शीघ्रम् इति स्वीकुर्मः न तु विभाषेत विभाषेत इदागमः अपि भवेत् यत् यत् इ आगच्छति तत् साधोर च तत् वयम् एण प्रत्याहारे स्वीकुर्मः अधि अङ्गम् अस्ति तर्हि यत्र विभाषेतः तत्र इदागम अपि भवेत् यत्र तर्हि अन्य यत्र यत्र वयं वयं चिन्वद्भावः यत्र अस्ति तर्हि तत्र रूपद्वयं भवति खलु आमां तदहम् उक्तवती सो यत्र चिन्वद्भावः अस्ति तत्र रूपं द्वयम् अस्ति यत्र चिन्वत् अपक्षे रूपम् एकम् अस्ति कारणकी अङ्गीकरोमि आमां तर्हि अदायिड्वम् अदायिड्वम् इति रूपद्वयम् अनन्तरम् अत्र तु केवलम् अधिध्वम् अधिड्वम् इति एकमेव अधिध्वम् अस्ति आमाम् इदानीं वयं साधु द्वे रूपाणि किं भगिनि अदायिड्वम् न न सेट् पक्षे केवलम् अधिध्वम् अस्ति पक्षे रूपं द्वयम् अदायिध्वम् अदायिध्वम् अदायिध्वम् ईकार दीर्घ यकार यकार इकार यकार इकार द्वितीयकार मूर्धनि तकार द्वितीयपक्षे मूर्धन्य श्रीध्वं लों लितां द्वौ अङ्गात् इति सूत्रेण धकारस्य मूर्धन्यधकार जातः मूर्धन्यधकार अस्तु अस्तु अस्तु डीचे इत्यस्मिन् विषये वयं गते सप्ताहे पठितवन्तः खलु महोदय हस्वाङ्गात् हेदि भावे चकार इतः पर्यन्त आरम्भ कृत्वा तर्हि वयमपि पठामः अत्र तस्य पूर्वं हस्वात् अङ्गात् भगिनि तत् तस्मात् हस्वात् अङ्गात् तस्य तदनन्तरम् आगच्छति तस्य सीक्वेन्स् आगच्छति अस्तु अस्तु पुष्पा भगिनी पठितुमिच्छति किं भगिनि ह्रस्वात् अङ्गात् इति आरभ्य अस्तु भगिनि, ह्रस्वतङ्गात् ह्रस्वान्तात् अङ्गात् स्विचः कुत्र जस्ट् मूव् एकनिमिषम् ऐ वास् रीडिङ्ग् अण्ड् जस्ट् डिसपियर्ड् द होल् थिङ्ग् डिसपियर्ड् रीडिङ्ग् अस्तु ह्रस्वान्तात् अङ्गात् स्विचः लोपो भवति झलिपरे. ह्रस्वात् पञ्चम्यन्तम् अङ्गात् अनुवृत्तिसहित वदामि. आं भगिनि, आम्. अनुवृत्तिसहितसूत्रं ह्रस्वात् अङ्गात् सस्य लोपः झलि. अस्तु, झलिपरे लोपः भवति इति, शिचः लोपः भवति इति वदति. अत्र ह्रस्वात् अङ्गात् अत्र किम् अङ्गस्य कार्यं करोति भगिनि? अत्र चकास्, अत्र चकास् इति वदनेन रात्रस्य तदपि कार्यं दृष्ट्वा ह्रस्वादङ्गात् इति सूत्रे रात्रस्य इत्यस्मात् सस्य इत्यनेन सर्वेषां सकाराणां ग्रहणं स्यात्. तर्हि व्याख्याने कथं स्विचः एव लोपः उक्तः इति चेत्, जलो जलि इति पूर्वसूत्रे स्विचः एव सकारलोपः इति सर्वेषाम् अङ्गीकारः. ततः अग्रे ह्रस्वादङ्गात् इत्यपि तथा. द्वयोः पूर्वसूत्रे धी च इत्यस्मिन् प्राचीनकाले मतभेदः. अस्मिन् विषये सिद्धान्तकौमुद्याः टीकाकारः बालरमोरमा लिखति. एतावत् पर्यन्तम् आशयः कः इति वदति किं भगिनि? किं भगिनि? किम् उक्तमस्ति इति वदति किं? हा, किम् उक्तवती इति वदनेन सकारः कोऽपि अस्ति, तत् सर्वे ह्रस्वाकारः ह्रस्वाङ्गात् अन्तात् अङ्गात् स्विचः लोपः भवति इति. ह्रस्वान्तात् अत्र सस्य इति अस्ति खलु, रात्सस्य इत्यस्मात् सस्य इति अनुवृत्तिः आगच्छति ह्रस्वात् अङ्गात् इति सूत्रे. तर्हि रात्सस्य इति सूत्रे सस्य इत्युक्ते सर्वेषां सकाराणां ग्रहणस्य इत्यस्मिन्, किन्तु ह्रस्वात् अङ्गात् इत्यस्मिन् केचनाः वैयाकरणः वर्करणाः वदन्ति सर्वेषां सकाराणां न, किन्तु सिचः एव लोपः इति ते वदन्ति. सिच् इत्यस्य एव ग्रहणं, तत्र सर्वेषां सकाराणाम् इति ग्रहणं नास्ति इति ते वदन्ति. तर्हि अस्मिन् विषये सिद्धान्तकौमुद्या टीकाकारः बालरमनोरमा किं वदति इति अग्रे उक्तः अस्ति. सरला भगिनी पठति किं भगिनि? हेदि भावे चकास धी इति स्थिते धी चेत् सलोप इति सिद्धान्तः. तत्र मतानन्तरं मह सिच एव एके इति, धी चेति लोपः सिच एव एके मन्यन्ते इत्यर्थः. धिस्कारे सिचो लोपश्चकाधीति प्रयोजनम् इति वार्तिकाधीति तथा च. अस्मिन् पक्षे सकारस्य जशत्वेन दकारः, तदाह चकाधीति एके सरसोदभावनं तद्बीजं तु धिस्कारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकार मात्रस्य धी चेत् ति लोपस्याभ्युपगमः, तदाह चकादेत्यवे भाषमिति. यथा पूर्वं परिच्छेदे दत्तमस्ति, हस्वाङ्गात् केवलं सिच् दीर्घ सकारस्य च प्रत्ययः गृहीतमस्ति, न तु सामान्य सकार सर्वेषां ग्रहणमस्ति. तस्य सूत्रसङ्ख्या अस्ति अष्टमस्य द्वितीयपादे सप्तविंशतिसूत्रं. तस्य पूर्वं सूत्रम् अस्ति झलो झलि, झलो झलि तस्य षड्विंशतिसूत्रम् अस्ति. तस्मिन् सूत्रे अपि केवलं सिच इति सकारस्य लोपः भवति इति व्याकरणाय मन्यते. किन्तु तस्य पूर्वं यत् सूत्रम् अस्ति धीच, तस्मिन् यदि सिच सकार सिचस्य गृहीतमस्ति वा सर्वे सकारां सर्वे सकारा तेषां गृहम् अस्ति, तस्य मतभेदः अस्ति इति मतभेदस्य उत्तरम् अत्र अस्ति सिद्धान्तकौमुद्यां. तत्र चकास् इति धातुः स्वीकृत्य हूचल्यो हे जि भाव इति सूत्रेण चकास् योग यदि हि अस्ति तत्र प्रथमं धी आगच्छति हि स्थाने लोट्लकारस्य प्रथम मध्यमपुरुषे एकवचने. सो यदि चकास् योगधि अस्ति इति स्थित्यां सकारलोप धी च इति सूत्रेण भवति. अत्र धी च इति सूत्रं व्याकरणाय हि तेषां मतेन सर्वसकारस्य लोप सर्वेषां सकाराणां लोपः अस्ति. किन्तु मतानन्तरमः यत् मतभेदः अस्ति, यथा यत् टीकाकारं वाटिकेन यत् भवति ते वदन्ति सिच एव इति एके इति धीचेत लोप यथा व्याकरणै वदन्ति सिच एव एके मन्यन्ते इति अर्थः अस्ति तेषां. किन्तु वाटिकारं किं भवति धिसकारे सिचो लोपस्य का धीति इति नास्ति. किन्तु चकास् योग धी यदि अस्ति तत्र झलाञ्चषि इति सूत्रेण प्रथमं सकारस्य चषत्वं भवति, तद्भवति तत्र दकार आगच्छति सकारस्य स्थाने चष द्वितीयं वर्ण. सो चकास् चकाद् भवति तत्र चकाद् योगधी चकाद्धी यो इति चकाद्धीति इति दत्तमस्ति. किन्तु एके इत्यस्वरस्वरोदभावनं तद्बीजं तु घिस्तारे सिचोलोप इति वार्तिकं प्रत्याख्य सकारमात्रस्य. सो इति अस्य स्वरस्य उद्भावनम् इति अस्वरस्य उद्भावनम् इत्युक्ते दोषात् वार्तिकार वदन्ति धिस् यदि धिच सूत्रे धिस् इति यत् सकारस्य लोपः भवति धिच अनेन तत् न भवेत् इति दोषम् अस्ति वार्तिका कात्यायनवार्तिकस्य मतेन इति. पुनः तस्य अग्रे इति इत्यस्वरसोदभावनम् इत्युक्ते इति अस्वरस्य उद्भावनम् इति अस्वरस्य उद्भावनम् युक्ते इति यद् दोषः आगच्छति इति महोदय उक्तवान्. स्वरं नाम औचित्यम्, अस्वरम् इत्युक्तौ अनौचित्यम्. उचित तस्य भावः अस्ति औचित्यम्, अनुचित तस्य भावः अस्ति अनौचित्यम्. सो स्वरम् औचित्यं नामोचित तर्हि अस्वरस्य उद्भावनम् इत्यनेन अनुचितभावना नाम दोषाय इति आयश इति आशय. सो यदि वार्तिकार वदन्ति अस्वरस्य उद्भावनं यत् सिद्धान्ति यदि व्याकरणात् पूर्वम् उक्तवन्तः धीच सर्व स्वर सर्वे सकारस्य गृहीतमस्ति तत्तु दोषाय अस्ति इति अस्वरस उद्भावनम् इत्यस्मात् आरभ्य भाष्यकारस्य मतम् अभ्युपगम नाम अङ्गीकारम् सो इति भवति भाष्यकारस्य मतम् इति अङ्गीकारं भवति न तु वार्तिकारस्य मतं किं रूपम् असाधुरूपं चकाधि इति असाधुरूपं किं नो चेत् कच्छकाधि इति असाधुरूपं किं चकाधि इति साधुरूपं भाष्यकारस्य भाष्यकारस्य मतं साधु अत्र किन्तु भगिनि अत्र तदाह अस्मिन् पक्षे सकारस्य जक्ष्त्वेन जष्ट्वेन तदा चकाधि इति एते इत्यरस् तत्र एव खलु चकाधि इति यत्र अस्ति तत्र एव अस्वरस्य उद्भावनम् अस्ति साधु तस्य दोषः अस्ति अग्रे पुनः आगच्छति अग्रिमे न कारयति बीच इत्युक्ते सर्वेषां सकाराणाम् इति लोपं यत्र न कारयति तत्र अस्वरः आगच्छति तर्हि दीच इत्यनेन सर्वेषां सकाराणाम् इति एव ग्रहणम् इति वदति खलु अग्रे परिषदम् आसीत् तस्य पुनः तत्रापि पुनः तत्रापि साधनम् इति किमपि सिद्धम् अस्ति अरुणा भगिनी पठति किं भगिनि अत्र इमे दृष्टान्ताः अवलोकनीयाः इति अत्र तदेव भगिनि अत्र बालमनोरमा वदति भीष इत्यनेन सर्वेषां सकाराणां ग्रहणम् इति बालमनोरमा वदति किन्तु अग्रे भिन्नं भिन्नरूपेण उक्तमस्ति इति खलु अस्तु अस्तु वदतु भगिनि पठतु भगिनि अत्र इत्यस्वरसौद्भावनम् इत्युक्ते तत्र पठितवन्तः भगिनि अत्र इमे दृष्टान्तम् अवलोकनीयः तदेव चकाश् धातु योगः धि दीयति मध्यमपुरुषः लोट्लकारे हि स्थाने धि आगच्छति अहं न जानामि केन सूत्रेण धि आगच्छति परन्तु धीचासूत्रं स्वीकृत्य सकारलोपः भवति ततः चखा योगः धि वर्णमेलनं करणीयं चखाधि इति रूपं भवति भाष्यकारः वदति सर्वेषां सकारलोपः भवति न केवलं चिच् प्रत्ययस्य सकारः तदेव चखाशीवति सकारलोपः भवति तादृशम् आश् आस् योगः द्वे धीचा इति सूत्रेण सकारलोपः भवति आ द्वे इति रूपं निष्पन्नं भवति अन्य उदाहरणम् आशाश् द्वे आशा द्वे वस् वद्वे दिच्छा इति सूत्रेण वद्वे इति रूपं निष्पन्नं भवति सकारलोपः भवति वद्वे इति रूपं निष्पन्नं भवति धीचा सकारस्य लोपो भवति धकारादिप्रत्यये परे दि स अनुभूतिसहितसूत्रं धीचा सस्य लोपः तदेव वयं चर्चितवन्तः सकारलोपो भवति धकारादिप्रत्यये परे सस्य इति वर्णनेन पदम् अस्ति सर्वसकारः न तु केवलं सिच् प्रत्ययसकारः इति भाष्यकार्यं वदति मतम् एषु उदाहरणेषु प्राचीनमतभेदः एषु उदाहरणेषु प्राचीनमतभेदः आम् कात्यायनः इति वार्तिककारः उक्तवान् यत् धीच इत्यनेन सिचः एव सकारलोपः न तु सर्वेषां सकाराणां तदर्थम् अदादेः चकास्रु दीप्तौ इति लोटि चकास् योगः धी हूझल्भ्योहेर्धिः इति स्थितौ सकारस्य लोपो न जायते. स्थितौ सकारस्य लोपो न जायते परतः जलां जश् जषि इत्यनेन जष्त्वं सकारस्य दकारः चकाद्धि इति रूपम् अस्तु अस्तु. एवमेव अदद्वे आशाद्वे वद्वे इति वद्वे अत्र भाषाकारः वदति यत् रूपं चकासि न तु चकाद्धि इति मन्तव्यं तदर्थं धी च इत्यनेन सामान्य सकारस्य लोपः अनेन समानपदे न तत्र च पयस् योगः धावति धी च इत्यनेन सकारस्य लोपः अभूत्वा ऋत्व विसर्गौ पयो धावति इति रूपम् अपेक्षितं पयो धावति ऋत्वा उकार आगत्य विसर्गस्य उत्तमम् आगत्य पयो इति आगच्छति गुणकार्यं भूत्वा अनेन समानपदे इति अर्थः अपि संयोजितः भाष्यकारस्य च मतपदे भेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतम् तदर्थं व्याख्याने आधुनिकवैयाकरणानां मतम् आहत्य समानपदे सामान्य सकारलोपे लोपो भवति धकारे परे इति सूत्रस्य परिदासः तदर्थं व्याख्याने दीयते सकारस्य लोपो भवति धकारादिप्रत्यये परे अत्र धकारादि प्रत्यये परे इत्यस्य कथनेन समानपदे इति अर्थः साधितः अतः धी च इत्यनेन सकारसमानपदे झलो झलि ह्रस्वाद् अङ्गात् इत्याभ्यां स्विचः एव सकारलोपः हा अत्र वार्तिककार मतेन द्वे दकारः मूर्धन्यधकारः द्वे अपि आगच्छति इति वदति अस्तु. कात्यायनवार्तिकार तस्य मतभेदः अस्ति महाभाष्यकारस्य मतेन सह वार्तिकार कात्यायन वदति धी च अनेन सकारलोप यदि भवति सर्वेषां सकाराणां न किन्तु केवलं सिच्चेति स्वीकृत्यं तस्य किमस्ति तस्य समाधानं कथं ददाति चकास्योगधि यदि आगच्छति तत्र हुझल्भ्यो हेधि अनेन सूत्रेण सकारस्य जस्त्वं भवति जस्त्वं भूत्वा तत्र रूपम् आगच्छति चकार्थि अतः यथा उपरि दत्तम् अन्य उदाहरणानि अन्य उदाहरणानि सन्ति यत् आस् योगद्वे तत्र अपि धीचनेन सकारस्य लोपः न भवति किन्तु तत्र दशं भूत्वा आद्वे आगच्छति तथैव आशास् तत्र आशाद्वे न भवति किन्तु आशाद्वे भवति इति वदति वस् योगद्वे तत्र अपि वद्वे इति भवति तत्र अस्ति वार्तिका कात्यायनस किन्तु भाष्यकार वदति चकाधि न तु चकाधि तस्य भाष्यकारस्य मतेन चकाधि इति अशुद्धं रूपम् अस्ति तस्य दोषम् अस्ति चकाधि इति साधु अस्ति कारणं कि यदि तस्य समाधानं दसि सामान्यसकारस्य लोपः भवेत् यथा यदि वयं पयस्योगधावति इति स्वीकुर्मः तत्र पयस् एकं पदम् अस्ति धावति अन्यपदम् अस्ति समानपदे नास्ति पदम् खण्डितत् अस्ति अतः तत्र पयस् तस्य किं भवति सकारस्य ससजुषो रु अनेन ऋत्वम् आगच्छति ऋत्वं तस्य स्थाने विसर्ग भवति ऋत्वम् उकारस्य रेफस्य स्थाने हसि परे ऋत्वं भवति तदनन्तरं पयो गुणं भूत्वा पयो धावति इति रूपम् आगच्छति सो अत्र समानपदे इति अर्थः अपि संयोजितं तु धीच अनेन सूत्रे यदि वयं वदामः धी सकारस्य सकारान्त अङ्गस्य सकारस्य लोपः भवति धी परे तत्र अन्यपदमपि समानपदे यदि वयं योजयामः तत्र इति अर्थं स्पष्टं भवति अन्ये यदि झलो झलि ह्रस्वाङ्गात् इति यते ये सूत्रे तस्य धीचति अष्टमध्यस्य द्वितीयपादे पञ्चविंशतिसूत्रमस्ति तस्य अनुवृत्ति झलो झलि इति न आगच्छति सकारस्य समानपदे अस्ति झलो झलि ह्रस्वाङ्गात् द्वयोः केवलं सिच्च सकारस्य लोपः आगच्छति तत्र सः वदति किं कात्यायनः वदति किं नो भाष्यकारः वदति कात्यायनः वदति तु जष्ट्वं भवेत् भगिनि किम् अस्ति इत्युक्ते समानपदे इति स्वीकुर्मः चेत् अत्र यत्र प्रत्ययः भवति तदपि समानपदं भवति खलु यथा पयस्योग धावति पदं द्वयम् अस्ति साधु तत्र न भवति यदि तत्र न भवति यदि प्रत्यय आगच्छति लघु आशा कार्त्यायनः अपि तथा एव वदति खलु पयस्योः धावति इत्यस्मिन् न भवति इत्येव कार्त्यायनः अपि वदति खलु कार्त्यायनः भवति किन्तु यदि चकास्योगधि आशास्योगधि तत्र दकार भवति तत्र जष्ट्वं भवेत् तत्र धीच अनेन न स्वीकरोति सर्वे शां सकारानां लोप इति न स्वीकरोति कातयानस्मिन् यत्र प्रत्ययरूपी दकारः अस्ति इति कृत्वा चकादि इति भवति खलु चकादि इति भवति इति भाष्यकारः वदति किन्तु वार्तिकार कात्यायनः वदति चकास्योगधि स्थितौ सकारस्य लोप न जायते फलतस्य जलां च चषि अनेन चष्ट्वं सकारस्य दकारः आगच्छति तथैव एवमेव आदद्वे आशाद्वे वदद्वे इति तदनन्तरं भाष्यकारस्य महोदय लिखितवान् अत्र भाष्यकारो वदति उक्तवान् अस्तु अस्तु तर्हि वयं किं कुर्मः सर्वेषां सकाराणाम् इति वयं स्वीकुर्मः इति किम् धीच अनेन समानपदे एव सर्वेषां सकारणं यथा पयचोग धावति तत्र वयं धीच इति न स्वीकरणं शक्नुमः. आम् किन्तु आस्योगद्वे आशाद्योगद्वे समानपदे तत्र स्वीकुर्मः धीच धीच इति. अस्तु भगिनि, धन्यवादः भगिनि. अस्तु तर्हि अग्रे पश्यामः. अरुणा भगिनी पुनः इकारान्त इकारान्त च दातवः इति. इकारान्त ईकारान्त च दातवः. उदाहरणं छिङ् धातु अनिट् धातु अस्ति. रूपं किं भवति? प्रथमं लुङ् लकारे अडागम् आगच्छति लङ् लुङ् लुङ् षड् दात्त इति सूत्रेण. अचि योगः त अचि योगः अनिट् अस्ति ततः क्षम्यतां तनि अस्ति. चिनो लुक् चिन् भावकर्मणोः सूत्रेण चिन् आदेशः भवति. चिनो लुक् सूत्रेण ककारलोपः भवति. चिन् चिन् अच्छि योगः इ गुण भवति. अच्छि अच्छे योगः इ अच्छेय भवति भगिनि. चिन् अस्ति रत्वम् अस्ति सो अत्र चौन्यः अस्ति तस्य कार्यं भवति वृद्धि भवति. वृद्धि भवति वा? अचोन्यनीति वृद्धि नीति पदे सो अचै योगः आय् आगच्छति. अचायि इति रूपं निष्पन्नं भवति प्रथमाविभक्ति. अचायि प्रथमं वयम् अत्र तु अत्र तु यत्र अजन्तदातुः अस्ति खलु तत्रापि सचित् सीयुत् सासिषु भावकर्मणोरुपदेशे अज्जनुग्रह अज्जनग्रहदृशाम्बा चिन्वदृश इत्यस्य प्रसक्तिः अस्ति. तर्हि भगिनी प्रथमं चिन्नद्भावस्य विषये वदति किम्? अन्यस्मिन् पक्षे वदति किं? चिन्वद्भाव अपक्षे वदति किम्? अचि योगः साताम् केवलं साताम् इति इदागमनं आगच्छति. अच्छे योग साताम् अच्छे शाताम् अच्छे शाताम् भवति. अचि योगः सामान्यमेव. अचि अचे अचे शत अचे शत अचे शत. पुष्पा भगिनी मध्यमपुरुषे वक्तुम् इच्छति किं? साः इति अस्ति. अचि प्लस् साः अचि प्रथमपुरुषे भवति अच्छे अचायि तदनन्तरम् अचै शाताम् अचै शताम् तत्र आदेशप्रत्ययो अनेन शातां भवति न मध्यमपुरुषः स्थाः अस्ति. अचे स्थाः अचे साताम् अचेध्वम् डकारः कुतः भवति इति वदति किं भगिनि? भगिनी मध्यमपुरुषे एकपुरुषे श्नाष्णु कार्यं करोति न शकारस्य स्थाने था तस्य था भवति तत् आं तथैव उक्तवती भगिनि अचेष्टाः इति उक्तवती भगिनि द्वम् इत्यस्मिन् कुतः भगिनि डकारः वदति किम् ध्वम् अत्र चिन्वत् अपक्षेन आम् आम् किमर्थं डकारः भवति इति अत्र सूत्रमस्ति इणः शीद्वं लुङ्लितां गो गूसञ्ज्ञकधातुः तु नास्ति खलु अत्र आम् इणन्ताङ्गम् अस्ति इति कृत्वा डकारस्य स्थाने मूर्धन्ये डकारः भवति इति कृत्वा अचिद्वम् इति अचेद्वम् अनन्तरम् अरुणा भगिनी वदति क्षम्यतां सरला भगिनी वदति किम् उत्तमपुरुषस्य रूपाणि उत्तमपुरुषे भवति अचि अचि योग इषि इति केवलं वर्णमेलनम् आगच्छति न न एक अत्र आर्धधातुकप्रत्ययः इति कृत्वा अचे इति भवति अचेसि न अचेसि इति भवति असाधु गुणं भवति तत्र अचेसित्वमपि भवति अचेसि अचेष्वति अचेष्मति इति भवति पुष्पभगिनी म्यूट् मध्ये भवति किं भगिनि न न षकारः भवति सकारः भवति षत्वं भवति इति उक्तवन्तः खलु तर्हि सर्वत्र षत्वं भवति प्रत्याहारे अस्ति अचेषि अचेष्वहि अचेष्महि धन्यवादः भगिनि भगिनी एव स्वयम् अत्र अग्रे चिन्वद्भावः यत्र अस्ति तद् वदति किं भगिनि तत् एकवचने किं वदति ओके चिन्वद्भावे यत्र प्रथमपुरुष एक समानकार्यं भवति तत्र अचि इति अस्ति अचि अचोञति अनेन आय् आय् आगच्छति सो एचोयाय न तत्र अच्चायि इति आगच्छति अच्चायि तदनन्तरं अचि योग ईशाताम् आगच्छति इदानीमपि ईशातां चिन्वद्भावः अस्ति इदागम तत्र बाधितम् अस्ति चिन्वद्भाव साधु गुणबाधितं भवति तत्र चिन्वद्भावे न किन्तु चिन्वद्भावः तत्र वृद्धिकार्यं भवति खलु अचि अचि साधु साधु अचै भवति अचै भवति सो अचै योग तत्र आच आचयि शातां अचायि अचायि शाताम् अचायि शातां तदनन्तरं तथैव अचायि शत इति भवति धन्यवादः भगिनि पर्याप्तं अत्र अरुणा भगिनी मध्यमपुरुष अचि योगः इष्टः इष्टः इष्टः वृद्धि भवति इष्टा वृद्धि भवति अचै योगः इष्टः अचया अचैष्टः अचैष्टम् द्वं किं भवति भगिनि अचायै द्वं द्वे द्वे रूपम् आगच्छति भगिनि इनः छिद्वं सूत्रेण विभाषेतः ओ विभाषे ओके द्वारेण इत्युक्ते इदागमः आगतः खलु इति कृत्वा अचायिध्वम् अचायिद्वम् अचायिद्वम् इति रूपद्वयम् अस्ति अस्तु भगिनि अग्रे अत्र सि इति अस्ति अचायिषि पुष्पा भगिनि पुष्पा मध्यमान उत्तमपुरुष भगिनि उत्तमपुरुष अचायिषि अचायिष्वस्ति अचायिष्महि तर्हि समाप्तः तावत् एकः प्रश्नः भगिनि चिङ्गद्भावे किमर्थं वयं विभाषेतः इति सूत्रं प्रयुज्यामः चिन्वद्भावे वयं विभाषेतः कुर्मः किमर्थम् इत्युक्ते इडागमः भवति यत्र चिन्वद् अभावे यत्र चिन्वत्पक्षः नास्ति तत्र तु इडागमः नास्ति खलु इति कृत्वा एकमेव रूपम् इणः शीद्वं लुङ्लिता मम प्रश्न इडागम न प्रश्नः नास्ति इणः शीद्वं लुङ्लितां घो अङ्गात् तत् सूत्रं किं न प्रयोज्यामः तत्र प्रयोगं कृतवन्तः खलु वयम् उक्तवन्तः कृत्वा एव वयम् अचेढ्वम् इति वयं रूपं साधितवन्तः भवती वदति विभाषेतः तत्र तु भगिनि प्रथमं वयं चिन्वद् अभावपक्षे वयं दृष्टवन्तः खलु तस्मिन् समये अचेढ्वम् इति वयम् एकमेव रूपं साधितवन्तः अनित्पक्षे इति नास्ति चिन्वदपक्षे वयम् एकमेव रूपं साधितवन्तः अनिट् अस्ति एकमेव रूपमस्ति इडागमः नास्ति अनिट् अस्ति इति कृत्वा एकमेव रूपं चिन्वत्पक्षे इडागमः नित्यं भवति इति कृत्वा अत्र विभाषेतः इति रूपद्वयम् इति अवगतम् प्रथमं तत् कृत्वा एतत् अग्रिमं कृतवन्तः इति कृत्वा प्रायः भ्रमः जातः इति मन्ये अस्तु सामान्यतया वयं चिन्वत्पक्षं प्रथमं कुर्मः खलु तर्हि अनन्तरम् उकारान्त उकारान्त तर्हि ईकारान्तानपि समानस्थितिः इति अत्र किमपि वृद्धिकार्यमेव भवति खलु तत्र णी धातुः स्वीकुर्मः तर्हि किं भवति अनायि इति अनन्तरं चिन्वदपक्षे पश्यामः अनायि भगिनि एकः प्रश्नः अचि इति धातुः अर्थं किं चि धातुः चिनोति इति चि धातु लुङ् अस्तु नी दातुं स्वीकुर्मः चेत् किं भवति अनायि इति एकवचने अनन्तरं द्विवचने किं द्विवचने किम् अस्ति अपक्षे चिन्वत् अपक्षे चिन्वत्पक्षे भवति यत्र आताम् अस्ति तत्र अनि तस्य गुणं भूत्वा नी धातुः कीदृशः धातुः इति द्रष्टव्यः खलु नी धातुः अत्र अर्धधातुकः अस्ति अनित् अस्ति तर्हि अनेशाताम् इति अनेशाताम् इति भवति अनेशतः अनेष्ठाः भवति अत्र अनेध्वम् अस्तु अङ्गात् इति परन्तु अन्ये भवति न सापि किं भगिनि अन्ये भवति तदापि ध्वं भवति ह्रस्व नास्ति न तत् इणः शीध्वम् इत्यनेन इणन्तम् अङ्गमस्ति खलु या किन्तु गुणः भवति न प्रथमम् अस्तु अस्तु अनिध्वम् इति अनिर्गम् इति एव भवति भगिनि गुणकार्यं आम् अत्र इण् प्रत्याहारे एकारः अपि अस्ति खलु इति कृत्वा अनिर्गम् इति अस्तु किम् किं भगिनि अत्र इणः इति एकारकारे अस्ति इति कृत्वा एकारान्तम् अङ्गं चेत् अपि इणः शीर्घम् इत्यस्य प्रसक्तिः अस्ति इति कृत्वा एव अनेड्वम् इति भवति. समानकार्याणि सन्ति खलु अत्रापि धन्यवादः. शुभरात्रि. धन्यवादः.